नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. अत्र प्रेरणार्थे निच् इति पाठः प्रवर्तमानः अस्ति. गतसप्ताहे तस्य आरम्भः जातः. तत्र क्रियाजनकत्वं कारकम् इति प्रथमम् आसीत्. तत्र सूत्रत्रयं प्रायः पठितवन्तः. अद्य किञ्चित् तस्यैव पुनस्मरणं कुर्मः. स्वतन्त्रः कर्ता, तदेव वयं प्रथमं सूत्रं पठितवन्तः. निच् इति आर्धधातुकप्रकरणे अस्ति, तदपि बहु मुख्यमस्ति. तत्र यत्र इडागमस्य विचारः न भवति तदेव वयं प्रथमं स्वीकृतवन्तः. अतः एव तत्र निच् इति प्रथमं वयम् आर्धधातुकप्रकरणे निच् इति स्वीकृतवन्तः. तत्र स्वतन्त्रः कर्ता इति एव अस्माकं प्रथमं सूत्रम् आसीत्. प्रथम अध्यायस्य चतुर्थपादसूत्रमस्ति. तत्र तत्र स्वतन्त्रः कारके यः स्वतन्त्रः अस्ति सः एव कर्ता इति. इदानीं कर्तृसंज्ञा प्राप्ता. यः कार्यं करोति सः कर्ता, तस्य कर्तृसंज्ञा प्राप्ता. बालकः पाठं पठति अथवा बालकः क्रीडति किमपि एतादृशेषु तत्र बालकः इति क्रिया यः करोति सः कर्ता इति कर्तृसंज्ञा. स्वतन्त्रः कर्ता इत्यनेन कर्तृसंज्ञा प्राप्ता. इदानीं किं भवति इत्युक्ते अत्र अस्माकं तत्र तत् प्रयोजकहेतुश्च इति द्वितीयं सूत्रम् अस्ति. तत्र वयं यदा कर्तृसंज्ञा दृष्टवन्तः, तत्र चेतनः भवतु अचेतनः भवतु किमपि भवतु तस्य कर्तृसंज्ञा भवति. वाक्यस्तरे तस्य कर्तृसंज्ञा भवति. वक्तुः इच्छा एव तत्र प्राधान्यम् इत्येव वयं दृष्टवन्तः. तत्सर्वं कर्तृः विषये. द्वितीयमासीत् तत् प्रयोजकहेतुश्च. तस्मात् किञ्चित् पुनः पठामः एकवारम्. अरुणा भगिनी पठति वा? आं भगिनि, सुप्रभातम्. रघुपति महोदय पठति वा तत् प्रयोजकहेतुश्च? हलो भगिनि, अहम् उद्घाटयन् अस्मि. किञ्चित् क्लेशः अस्ति मम सङ्गणके. अहं प्राप्तवान् हेतुमति च तत्प्रयोजको तत्प्रयोजको हेतुश्च. कर्तुः प्रयोजकः हेतुसंज्ञा कर्तृसंज्ञश्च स्यात्. कर्तुः प्रयोजकः हेतुसंज्ञः कर्तृसंज्ञः च स्यात्. ओके. सामान्यकर्तुः प्रेरकस्य कर्तृसंज्ञा अपि भवति, हेतुसंज्ञा अपि भवति. तस्य प्रयोजकः तत्प्रयोजकः षष्टितत्पुरुषः. तत्प्रयोजकः प्रथमान्तं, हेतुः प्रथमान्तं च अव्ययपदम् त्रिपदमितं सूत्रं. स्वतन्त्रः कर्ता इत्यस्मात् कर्ता इत्यस्य अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रं तत्प्रयोजकः हेतुः च कर्ता. कर्ता इति संज्ञा तत् सूत्रं विवृणोति. तत्प्रयोजको हेतुश्च इति सूत्रेण कर्ता इति प्रेरककर्तृसंज्ञा भवति, अपि च हेतुसंज्ञा अपि भवति. तत्प्रयोजको इति इत्यनेन तस्य प्रयोजकः प्रयोजकः इति प्रवर्तयिता. यः अन्यजनेन कार्यं प्रवर्तयति तस्य प्रयोजकः षष्टि तत्प्रयोजकः. तत्प्रयोजकः प्रथमान्तं, हेतुः अपि प्रथमान्तं च अव्ययपदम्. ओके. त्रिपदमिदं सूत्रं कर्ता इति अत्र कः इति उच्यते तत् प्रयोजकः तस्य प्रयोजकः यः कार्यं प्रवर्तयितुं अन्यजनम् आह्वयति तस्य कर्ता इति करेक्टम्. अतः मम प्रश्नः एवम् अस्ति, स्वतन्त्रः कर्ता इति एकं सूत्रमस्ति, अनेन कर्तृसंज्ञा विधीयते. अस्तु, तत् कर्ता अपि एषः कर्ता वा समानं वा? स्वतन्त्रः कर्ता इत्यनेन कर्ता कर्ता इति यः वक्तुम् इच्छ नौ ही टेल्स् somebody to do that also. So swatantraha karta, that karta is prayojakah, prayojakakar yaha pravartayati. Swatantraha karta iti prayojakah va tat prayojaka hetuscha ityanena prayojakah bhavati va. Idanim punaha tat praktama vakyam eva punaha patatu kartuhu prayojakah. Kartuhu prayojakah हेतुसंज्ञः कर्तृसंज्ञः च स्यात्. सो षष्ठी भगिनि, आफ्तकर्ता देर् आर् टु संज्ञा, प्रयोजकः कर्ता एस् वेल् एस् हेतुकर्ता. कर्तुः प्रयोजकः हेतुसंज्ञा अण्ड् कर्तृसंज्ञा समानं वा भिन्नं वा? स्वतन्त्रकर्ता इत्यनेन यत् कर्ता विधीयते तत् प्रयोजकहेतुश्च इत्यनेन प्रयोजककर्ता हेतुः इति संज्ञाद्वयं विधीयते, समानं वा भिन्नभिन्नम्? नीड् नाट् बि समानं, रैट्? ही केन् आस्क् समबडि टु काल् अण्ड् डू द कर्म, देन् ही इस् ओन्ली he becomes the prayojaka and the other one, the one who was called is prayojya. I don't know this jinnai sada agre agachati prayojya iti vishaya agre agachati. Okay, so prayojakah and hetu and kartru hetu and kartru need not be the same. Hetu and kartru need not be the same. Bagini samichina प्रयोजकः कः? प्रयोजकः इस् हेतु, द वन् हू इस् रीच्. या, समीचीनम्. देर् आर् टु संज्ञास्, हेतुसंज्ञा अण्ड् कर्तृसंज्ञा. भिन्नभिन्न समीचीनम्. अतः यत्र बालकः पाठं पठति इति सामान्यवाक्यं, तत्र किमपि प्रयोजकः प्रयोज्य किमपि नास्ति, सामान्यवाक्यमस्ति चेत् तत्र स्वतन्त्रः कर्ता कर्तृसंज्ञा भवति. इदानीम् अन्यकर्ता आगच्छति, तस्मिन् प्रसङ्गे अन्य एकः कर्ता आगच्छति, पिता. पिता किं वदति? बालकः त्वं कार्यं करोतु, कारयति. बालकेन कार्यं कारयति. अतः इदानीं पिता इत्यस्यापि संज्ञा भवति किल, तदेव तत् प्रयोजकहेतुश्च इत्यनेन विधीयते. पिता इत्यस्य प्रयोजककर्ता अपि अस्ति, कर्तृसंज्ञा अपि अस्ति, हेतुः इति अपि कर्ता संज्ञा अपि अस्ति. एकेन सूत्रेण संज्ञाद्वयं, यः प्रेरयति तस्य प्रयोजकः इति एका संज्ञा, हेतुः इति तस्य एव अपरा संज्ञा अपि भवति. तदेव च इति पदस्य वैशिष्ट्यम् अस्मिन् सूत्रे, तत्र यद्यपि तद् आकडारादेका संज्ञा इत्यस्मिन् अधिकारे अस्ति, तदापि एकेन सूत्रेण संज्ञाद्वयं विधीयते, तत्र किमपि आपत्तिः नास्ति. संज्ञाद्वयमपि अनेन वैशिष्ट्यं, सूत्रस्य वैशिष्ट्यं. सो एकेन सूत्रेण संज्ञाद्वयं, प्रयोजकः हेतुः इति. इदानीं स्पष्टम् अस्ति वा? तत्र स्वतन्त्रकर्ता इति भिन्नं, तत् प्रयोजकहेतुश्च इति भिन्नं, कर्तुः प्रयोजकः तस्य प्रयोजकः षष्टि तत्र. अतः यः कर्तारं प्रेरयति सः प्रयोजकः. यः कर्तारं प्रेरयति सः प्रयोजकः. अन्ये अपि अवगतवन्तः वा? तत् स्पष्टमस्ति वा अधुना भगिनि? अहं वदामि मम इति एकं सूत्रमस्ति, किञ्चित् उच्चैः सूत्रेण न श्रूयते. न न प्रयत्नं करोतु पुनः. न श्रूयते भगिनि? इदानीं सम्यक् अस्ति. आं वदतु भगिनि. अहमपि म्यूट् मध्ये भवामि, भवती वदतु. स्वतन्त्रः कर्ता इति सूत्रेण कर्ता सूचयति, सत्ता संज्ञा भवति. परन्तु अन्य अस्ति प्रयोजक हेतुसंज्ञः अपि भवति, तत् प्रयोजको हेतुश्च इति सूत्रेण. समीचीनम्. अतः भिन्नभिन्न भिन्ने संज्ञे. आम् उषा भगिनी, अग्रे अपि पठतु. प्रयोज्यकर्ता. आं भगिनि. प्रयोज्यकर्ता कार्यं करोति, प्रयोजककर्ता कर्ता तं कार्यार्थं प्रेरयति. ओके. प्रयोज्यकर्ता कार्यं करोति, प्रयोजककर्ता तं कार्यार्थं प्रेरयति. अस्यां दशायां प्रयोज्यकर्तुः स्वतन्त्रता तिष्ठति किम् इति जिज्ञासायां वैयाकरणाः वदन्ति यत् आं तिष्ठति. स च प्रेरितः भवति न वा, इति स्व इच्छया अस्ति कार्यं करोति, न वा इति पुनः स्व इच्छया. यः कर्तारं प्रेरयति तस्य कर्तृसंज्ञा हेतुसंज्ञा च स्याताम्. यः कर्तारं प्रेरयति, दिस् सेण्टेन्स् इस् लाट् मोर्. यः कर्तारं प्रेरयति तस्य कर्तृसंज्ञा हेतुसंज्ञा च स्याताम्. हेतुसंज्ञायाः महत्त्वं भवति अग्रिमे सूत्रे. ओके. यः कार्यं प्रेरयति सः प्रयोजककर्ता, यः कार्यं करोति साक्षात् कार्यं करोति सः प्रयोज्यकर्ता भवति. अस्यां दशायां प्रयोज्यकर्तुः स्वतन्त्रता तिष्ठति किम् इति जिज्ञासायां वैयाकरणाः वदन्ति यत् आं तिष्ठति. वेर् आं तिष्ठति इस् दट् सेण्टेन्स् इस् लैक् अस्यां दशायां प्रयोजकर्तुः स्वतन्त्रता तिष्ठति किम् इति जिज्ञासायां स्वतन्त्रता तिष्ठति किम् इति प्रश्नः अस्ति चेत् वैयाकरणाः वदन्ति यत् आं तिष्ठति. स च प्रेरितः भवति, भवति न वा इति स्व इच्छया अस्ति कार्यं करोति, न वा इति पुनः स्व इच्छया. यः प्रयोज्यकर्ता स च प्रेरितः भवति, भवति कार्यमपि करोति स्व इच्छया एव. यः कर्तारं प्रेरयति तस्य कर्तृसंज्ञा, यः कर्तारं प्रेरयति प्रयोजककर्ता तस्य कर्तृसंज्ञा अपि भवति हेतुसंज्ञा च स्याताम्. ओके. हेतु कर्तृसंज्ञा अण्ड् हेतुसंज्ञा अपि भवति. प्रयोज्यकर्ता यत् आं तिष्ठति, द वन् हु सेस् आं भगिनि. तत्र किम् अस्ति इत्युक्ते तत्र प्रश्नः अस्ति प्रयोज्यकर्तुः सः स्वतन्त्रे स्वतन्त्रतया तिष्ठति वा. स्वतन्त्रः कर्ता इति संज्ञा वयं जानीमः, आं तिष्ठति एव. स्व इच्छया कार्यं करोति, कार्यं कर्तुं शक्नोति अथवा कार्यं न करोति अपि. अहं प्रेरयामि किल, अहं प्रेरयामि भवती पठतु इति अहं प्रेरयामि. भवती पठति वा न वा इति भवत्याः इच्छा एव किल, तदेव. परन्तु भवत्याः संज्ञा प्रयोजककर्ता इति भवत् क्षम्यता प्रयोज्यकर्तु इति भवत्याः संज्ञा तु भवती एव, मम तु प्रयोजककर्तरि तादृशं संज्ञा भवती एव. संज्ञा तु अस्ति एव, भवती प्रेरयति वा प्रेरितवती वा न वा इति भवत्याः इच्छा, तावदेव वदन्ति. समीचीनं, धन्यवादः भगिनि. तावदेव अत्र तद् एव अहं स्पष्टीकर्तुम् इष्टवती, यः प्रेरयति सः प्रयोजकः, यः प्रेरितः सः प्रयोज्यः. अस्तु, अरुणा भगिनी इदानीं प्राप्तं चेत् पठतु चुरादिगणे. भगिनी पुनः मन्दरूपेण ध्वनिः. प्रत्ययः विधीयते पुनः पृथक्तया भिन्नसूत्रेण भिन्नसूत्रेण. ओके, चुरादिगणे वयं पठितवन्तः निच् स्वार्थे निच् इति सूत्रेण चुरादिगणे सन् प्रत्यय निच् प्रत्यय विधीयते. परन्तु अन्य नन्त्यप्रकरणे निच् प्रत्ययः अन्यसूत्रेण भिन्नसूत्रेण विधीयते. श्रूयते भगिनि? आं भगिनि श्रूयते, भवती पठतु हेतुमति च सूत्रम्. अति च इति सूत्रं प्रयोजक प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्निच् स्यात्. निच् विधायकं सूत्रं, किमर्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकः, क्रियायाः हेतुः. प्रयोज्यं प्रेरयति सः प्रयोजकः, क्रियायाः हेतुः. आधारतया अस्य अस्ति इति हेतुमान् अतु प्रत्ययः. प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान् तस्मिन् हेतुमति. व्यापारः इति प्रेषणादिक्रिया स च व्यापारः हेतुमान्. स्वनिष्ठ आधार कानि रूप सम्बन्धेन हेतुः अस्ति सः हेतुमान् व्यापारः. तस्मिन् वाच्ये निच् इत्य आहुः इति तत्त्वबोधिनी. अस्यां स्थितौ यत्र हेतुमतिव्यापारे प्रयोजकः हेतुः अस्ति तत्र धातोः निच् प्रत्ययः विधीयते. हेतुमतिसप्तम्यन्तं च अव्ययपदं द्विपदं सूत्रं सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वच् वर्णचूर्णचुरादिभ्यो निच् इत्यस्मात् सूत्रेण इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरेकाचो हलादेः क्रियासमाभिहारेयम् इत्यस्मात् धातोः इत्यस्य अधिकारः वचनपरिमाणेन पञ्चमी विभक्तौ धातुभ्यः अनुवृत्तिसहितसूत्रं हेतुमति च धातुभ्यः निच् प्रत्ययः परश्च. एकमेकं वाक्यं स्वीकृत्य वदतु भगिनि. प्रथमम् एतमतिकायसूत्रमस्ति अध्याय प्रथमभागे. सूत्रं प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः निच् स्यात्. ओके, निच् प्रत्यया कथं कुत्र प्रयोजनं कृतवान् चेत् प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातुकानि किं भगिनि न न एकमेव प्रेषणादौ इति अग्रे दत्तमस्ति तस्मिन् विषये. एकनिमिषं प्रयोजकव्यापारे प्रेषणादौ एकमेव भगिनि आम् प्रेषणादौ प्रेषणादिः इति भवति. तत्र प्रेषणा इत्युक्ते किमिति अग्रिमपरिच्छेदे दत्तमस्ति. प्रेषणम् उपदेशम् अनुग्रहः अध्येषणा इति तत्र पञ्चविध विधाः सन्ति. तस्मिन् विषये अग्रे अस्ति. प्रयोजकव्यापारे इति सप्तमी विषयसप्तमी इति वदामः किल. हेतुमति ईक्वल् टु प्रयोजकव्यापारे प्रेषणादौ वाच्ये तस्मिन् समये धातोः निच् भवति विधि स्यात् अथवा विधीयते. निच् विधायकं सूत्रं निच् कदा विधीयते इति प्रश्नस्य उत्तरं प्रयोजकव्यापारे प्रेषणादौ वाच्ये तत्र धातोः निच् भवति. प्रेषणादौ इति वयम् इदानीमेव अग्रे पठामः. तस्मिन् समये निच् विधीयते तस्य एव विवरणमस्ति. क्रियार्थं तद् वदतु भगिनि. इदं सूत्रं निच् विधायकसूत्रं हेतुमति च इति विधायकसूत्रं निच् विधायकसूत्रं किमर्थं क्रियार्थं क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकः क्रियायाः हेतुः. अत्र प्रयोजकः इति विवरणं दत्तं. क्रियार्थं यः प्रयोज्यं प्रेरयति तस्य नाम सः प्रयोजकः. क्रिया अपि हेतुः क्रियायाः कारणमपि अस्ति. क्रियायाः कारणं यदा वयं तत्र इदानीमेव एकम् उदाहरणं स्वीकृतवन्तः किल. बालकः पठति पिता बालकं पाठयति अथवा प्रेरयति किमपि कार्यं करोतु इति कारयति. तत्र किं भवति तत्र क्रियार्थं यः प्रयोज्यं प्रेरयति. प्रयोज्यम् इति अस्माकम् उदाहरणे बालकः. क्रियार्थं क्रिया किं कार्यं कार्यस्य करणम् इत्येव क्रिया. यः बालकं प्रेरयति सः पिता प्रयोजकः क्रियायाः हेतुः. तस्य कार्यस्य कार्यं कारयति किल अतः सः क्रियायाः हेतुः. पिता एव प्रयोजकः क्रियायाः पाठनम् अथवा किमपि कार्यं कार्यस्य करणम् इति क्रियायाः हेतुः अपि सः पिता. अवगतं किल? आधारतया अस्य अस्ति इति हेतुमान् हेतुमान् इति मतुप्रत्ययः आधारतया कार्यप्रेरणाकार्ये कर्ता आधारतया सः हेतुमान् मतुप्रत्ययः प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान् तस्मिन् हेतुमति. हेतुमति अर्थमस्ति भगिनि हेतुमान् हेतुमान् इत्यस्मात् एव हेतुमति इति सप्तम्याम् सत्यं तदेव तद् सम्यक् एव. तत्र आधारतया अस्य अस्ति इति हेतुमान् हेतुमान् इत्यस्य अर्थः कः इति मा मतुप् इति प्रत्ययस्य अर्थः अस्य अस्ति इति किल. सो आधारतया अस्य अस्ति इति हेतुमान् तत्र मतुप् प्रत्ययः योजितः सन्ति. तस्मिन् हेतुमति इति सप्तम्यामस्ति. अस्माकं तत्र वर्तमाने लट् इति एकं सूत्रम् अस्ति किल, तत्रापि विषयसप्तमी वर्तमाने लट् विधीयते इति, तत्र तादृशमेव अस्मिन् सूत्रे अपि हेतुमति च इति विषयसप्तमी अस्ति. तदेव अतः एव यदा तत्र विवरणं दत्तं प्रयोजकव्यापारे इति सप्तम्यां प्रदर्शितं महोदयेन, इत्युक्ते प्रयोजकव्यापारे ईक्वल् टु हेतुमति च. एतावत् स्पष्टमस्ति वा? एकमेकम् एव स्वीकृत्य गच्छामः, बहु किमपि अस्ति अस्मिन् सूत्रे. व्यापारः इति प्रेषणादिक्रिया अथ व्यापारः हेतुमान्, व्यापारः इति अर्थमस्ति, विवरणमस्ति. प्रेषणादिक्रिया सः च व्यापारः हेतुमान्. व्यापारः एव हेतुमान्. अग्रे भगिनि, स्वनिष्ठाधारता निरूपिता. स्वनिष्ठाधारता निरूपिता हेयतः सम्बन्धेन हेतुः यत्र अस्ति सः हेतुमान् व्यापारः. अस्मिन् वाक्ये निच् निच् इत्या इति आहुति इति वाक्यमस्ति. स्वनिष्ठाधारेय सम्बन्धेन हेतुः तत्र अस्ति हेतुम् अन्य डेफिनेशन् आफ् सत्यं तद् न्यायशैल्या न्यायभाषायां यदा वदामः तत्र आधारादेयनिरूपणम् इति आधारादेयसम्बन्धेन इति वदामः किल, समानरीत्या अत्रापि प्रदर्शितमस्ति. तत्र स्व इत्युक्ते प्रयोजकः अथवा हेतुः, हेतुः इति स्व हेतुनिष्ठ आधारतानिरूपित आधेयतासम्बन्धेन तत्र आधेयता कुत्र अस्ति इत्युक्ते व्यापारे अस्ति. सः एव हेतुमान्, हेतुमान् ईक्वल् टु व्यापारः. हेतुमान् इस् ईक्वल् टु सः हेतुमान्, हेतुमान् ईक्वल् टु व्यापारः. सः क्रिया कर्तुं प्रेरयति किल, सः अतः एव तत्र व्यापारः, व्यापारे आदेयः अस्ति तद् सम्बन्धेन. तत्र हेतुः यत्र अस्ति सः हेतुमान्, हेतुमान् ईक्वल् टु व्यापारः. स्व इति वयं हेतुः इति अथवा प्रयोजकः इति स्वीकरणीयं. स्वनिष्ठ आधारता, आधारता तदेव वयं दृष्टवन्तः किल, आधारतया अस्य अस्ति इति हेतुमान् मतुप्रत्ययः इति. अतः अत्र स्व इति प्रयोजकः अथवा हेतुः, हेतुमान् इति व्यापारः, व्यापारे आदेयः अस्ति, आदेयथा तस्मिन् अस्ति इति कृत्वा तत्र हेतुमान् इति व्यापारः. तत्र एव निच् इति विधीयते इति तत्त्वबोधिनी वदति. एतत्तु यदा वयम् अस्माकं न्यायभाषायां वदामः तस्मिन् अस्ति इति, तत्र स्वनिष्ठ आधारता निरूपित आदेयता आश्रयः हेतु, हेतु यत्र अस्ति इत्युक्ते हेतुमान् तस्मिन् अस्ति इति तत्र न्यायभाषाशैल्या ते लिखितवन्तः. अत्र तत्र वयं यत्किमपि यस्मिन् किमपि भवतु इति वयं तत्र निरूपणं कर्तुं शक्नुमः. अतः ते अत्र हेतुः इत्युक्ते प्रयोजकः कुत्र अस्ति इति निरूपितवन्तः आधार आदेयता सम्बन्धेन. हेतुः हेतुमान् इत्युक्ते व्यापारे अस्ति इति तेषां निरूपणं जातम्. हेतुः व्यापारे अस्ति, हेतो हेतुः यत्र अस्ति सः हेतुमान् इति. अवगतं वा? तत्र किञ्चित् न्याय अवगमनम् अस्ति चेत् सुलभं भवति, अथवा इदानीं यद् अस्ति इत्युक्ते तत्र आधार आदेयता इति भावः अस्ति तयोः मध्ये इत्युक्ते हेतुः हेतुमान् व्यापारयोः मध्ये तत्र किमपि सम्बन्धः अस्ति तद् व्यापारः हेतुमान् इत्युक्ते व्यापारः इत्येव. यत्र हेतुमति सम्भावे प्रयोजकः हेतुः अस्ति तत्र धातोः निष्कृत्य हेतुमति पदं सप्तनन्तं च अतीयपदं त्रिपदम् इति सूत्रम् अनुवृत्तिसहितमेव पठामि भगिनि. अनुवृत्तिसहितसूत्रमस्ति हेतुमति च धातुभ्यः निष्प्रत्ययः पदश्च. अत्र हेतुमति च एव तदर्थं हेतुमति च धातुभ्यः निष्प्रत्ययः पदश्च भवति इति अनुवृत्तिसहितसूत्रम्. अत्र व्यापारः यदा प्रसङ्गः अस्ति तदा एव निच् इति प्रत्ययः विधीयते, तदेव बहु मुख्यम् एकं प्रथमं. तत्र प्रेरणादिकारणं किम् इत्युक्ते तत्र व्यापारः यदा अस्माकं प्रसङ्गः व्यापारः अस्ति तदा एव निच् इति विधीयते. तत्र क्रियायाः प्राधान्यम् अस्ति, क्रिया यद् क्रिया वयं कारयामः तस्य एव प्राधान्यम् अस्ति. अतः आधारः इति हेतुः, आधारे व्यापारः, आधारत व्यापारे इति स्पष्टं वा? हेतुमति च इति मुख्यसूत्रं हेतुमति सूत्रं वदति. अत्र हेतुमान् इत्यर्थः अतः व्यापारः व्यापारे विषये धातुतः निष्प्रत्यये विधीयते. सत्यं तत्र कस्मिन् सन्दर्भे इति प्रेषणादौ तदेव अग्रे आगच्छति. प्रेषणादौ इति वाच्ये तत्र धातोः निच् इति विधीयते. समीचीनं, धन्यवादः. विजया भगिनी अग्रिमपरिच्छेदः तत्र प्रेषणादौ विषये. आं भगिनि, अत्र प्रेषणादौ, अत्र प्रेषणादौ इत्युक्तं विभिन्नरीत्या कार्यार्थं प्रवर्तना नाम प्रेरणा भवति. अस्य प्रकटीकरणार्थं प्रेषणादौ इति व्यवहृतं सिद्धान्तकौमुद्यां. बालमनोरमा इति सिद्धान्तकौमुदी टीकाग्रन्थे दीयते. प्रेषणाद् किं भगिनि, प्रेषणादि आगन्तव्यम्. इत्यादि प्रेषणादौ इत्यादि शब्देन अध्येषणानुमतिः अनुमति उपदेशादीनां ग्रहणं. तत्र वृत्त्यादेः निष्कृष्टस्य प्रवर्तना प्रेषणम् इत्यर्थः. समानस्य अधिक सख्याचार्यादेः प्रवर्तना अध्येषण अनुमति राजादेः सम्पत्तिः ज्वरितस्य कषायापाने हित अवबोधन प्रवर्तना उपदेशः हननात् अभीत्या भीत्या पलायमानस्य निरोधचरणमपि प्रयोजकव्यापारः यद् भवती पठितवती तदेव क्रमेण सरलरूपेण अग्रे अस्ति तद् पठतु अनन्तरम् एतत् किम् इति वदतु क्रमेण प्रेषणादौ इत्यादि शब्देन अध्येषण अनुमति उपदेशादीनां ग्रहणम् अनेन विभिन्नरीत्या कार्यार्थं प्रवर्तना प्रेरणा भवति इत्युक्तं तत्र भृत्यादेः निकृष्टस्य प्रवर्तना प्रेषणम् आज्ञा इत्यर्थः स्वामी कर्मचारिणा कार्यं कारयति समानस्य अधिकस्य च सख्यार्थेः प्रवर्तना अध्येषण सज्जनः प्रार्थनार्थं कृत्वा मित्रेण कार्यं कारयति अनुमतिः राजा देहे सम्पत्तिः राजा अनुमतिं दत्त्वा कृषकैः तद् वर्षस्य कृषिकार्यं प्रारम्भयति ज्वरितस्य कषायपाने हितौ अवबोधनेन प्रवर्तना उपदेशः वैद्यः रोगिणं तिक्तम् औषधं पाययति हननात् भीत्या पलायमानस्य निरोधचरणमपि प्रयोजकव्यापारः अनुग्रहः प्रयोजकव्यापारः अनुग्रहः दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति दुर्जनस्य हन्तारं प्रति अनुग्रहः अत्र प्रेषणादौ इति शब्देन पञ्चविधाः अर्थाः अत्र दत्तं प्रेषणम् अध्येषण सम्पत्तिः उपदेशः अनुग्रहः इति तत्र प्रथमं स्वीकृत्य प्रेषणादौ इत्यादि शब्देन अध्येषण अनुमतिः उपदेशादीनां ग्रहणम् इति तत्र दत्तम् अनेन विभिन्नरीत्या बहवः रीत्या अत्र कार्यार्थं प्रवर्तनं कथं भवति इति तत्र दत्तं प्रेरणा भवति इति उक्तं तत्र प्रेरणा इत्युक्ते अन्यमनुष्यः कृते एतत् करोतु एतत् करणीयम् इति प्रेरणा अस्ति अत्र तत्र भृत्यादेः निकृष्टस्य प्रवर्तना प्रेषणं भृत्यादेः इत्युक्ते तत्र सेवकः सेवकविषये तत्र प्रवर्तना एतत् करोतु इति तत्र प्रेषणं भवति आज्ञा इत्यर्थः स्वामी कर्मचारिणा कार्यं कारयति स्वामी यजमानः तत्र भृत्यकः सेवकः अस्ति चेत् कर्मचारिणा एतत् कार्यं करोतु इति आज्ञा भवति तत्र समानस्य अधिकस्य च सख्याचारेदेः चार्यादेः प्रवर्तन अध्येषण सहपाठिनः सख्य स्नेहः तस्य कृते अध्येषण करोतु इति किञ्चित् तत्र आज्ञा नास्ति किञ्चित् तत्र समानपदेन तत्र कार्यं भवति सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं करोति एतदेव अध्येषण सज्जनः रिक्वेस्ट् करोति अत्र प्रार्थनां करोति आज्ञा अत्र नास्ति कृपया एतत् करोति इति मित्रेण कार्यं कारयति तत्र अनुमतिः इत्युक्ते राजाहे सम्पत्तिः तत्र राज्ञा अनुमति तत्र दत्त्वा कृषकैः अद्य वर्षस्य कृषिकार्यं प्रारम्भं करोतु इति तत्र अनुमतिः दत्तवान् राजा हे सम्पत्तिः अनुमतिः तत्र राजेन कृषिकार्यं करणार्थं तत्र अनुमतिं दत्तवान् ज्वरितस्य कषायपाने स्थितौ अवबोधनेन प्रवर्तना उपदेशः. एतत् ज्वरः अस्ति, कषायं स्वीकरणीयं, पानीयम्. एतत् समीचीनतया भवतः स्वस्था भवति इति तत्र उपदेशनार्थं तत्र कार्यं भवति. यदा वैद्यः रोगिणं तिक्तं, तिक्तम् इत्युक्ते कटुः एव औषधम् अत्र अस्ति, एतत् पाययति इति तत्र रेक्वेस्ट् कृतवान्. उपदेशः तत्र हननात् भीत्य तत्र जयं नास्ति. भवत्याः ध्वनिः किम् अभवत् भगिनि? सम्यक् एव आसीत् किल इदानीं? सम्यक् आम् वदतु. हननात् भीत्य फलान जयं नास्ति इति भीत्य सः पलायनं कृतवान्. तत्समये एतत् निरोधनार्थं प्रयोजकव्यापारः अनुग्रहः तत्र दत्तं, न पलायनीयम्, एतत् तत्र जयमेव भवति इति तत्र अनुग्रहः अस्ति. एतदपि अन्य व्यापारः. दुर्जनः अत्र भीतग्रस्तं पलायमानं गृहीत्वा मारयति. दुर्जन अत्र यः यः रणाङ्के पलायनं कर्तुं समये तत्र अन्यजनाः विरोधी तत्र गृहीत्वा तं मारयति एव. दुर्जनस्य हन्तारं प्रति अनुग्रहः. तत्र एतत् पलायनं मास्तु, जयः भवति इति तत्र अनुग्रहरूपेण एतत् तत्रापि अन्य रूपेण उपदेशः भवति एव. तत् अनुग्रहः इति भवति. सम्यक् एव. अन्तिम उदाहरणे एव तत्र जनत्रयम् अस्ति. जनत्रयम् अस्ति तत्र. दुर्जनः, हन्त्रा, अनन्तरम् एकः पलायमानः जनः इति जनत्रयम् अस्ति. दुर्जनः किं हन्त्रा इत्युक्ते यः हननं कर्तुम् इच्छुकः. सः यदा हननं कर्तुम् इच्छुकः आगच्छति तदा कोऽपि भीतग्रस्तः पलायति. तदा एकः दुर्जनः अस्माकं प्रयोजककर्ता आगत्य तस्य हननं करोति, हननस्य प्रेरणा करोति. अतः एव दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति इति अर्थः. अस्माकं दुर्जनः एव मारयति. क्षम्यतां, हन्ता न, क्षम्यताम्. आं महोदय, क्षम्यतां, वदतु. अनुग्रहः कथं भवति? अनुग्रहः इत्युक्ते दुर्जनहन्तारयोः अनुग्रहः, तस्य सहायं करोति किल. कार्यं तु हन्तारस्य एव कार्यं, हन्तारः हन्तुः कार्यं, हन्तुः कार्यमस्ति. सः न कर्तुं शक्यते. तदा सः यदा पलायमानः भीतग्रस्तः सः कोऽपि पलायितवान्, तदा दुर्जनः आगत्य तस्य अनुग्रहं करोति इत्युक्ते सहायकः भवति इत्येव अर्थः. अनेन कार्यं मारणम् इति कार्यं जातम्. अवगतं वा? न, तत्र दुर्जनः गृहीत्वा मारयति इति अस्ति. इदानीं दुर्जनस्य हन्तारं प्रति अनुग्रहः इति अत्र हेतुमान् कः? कः इति दुर्जनः वा? दुर्जनः इति अस्माकं हेतुः किल. हेतुः अस्ति, स एव मारयति खलु तत्र प्रयोज्यकः अत्र अस्मिन् अत्र प्रयोज्यकः अस्ति अनुग्रहः इति रक्षणं खलु. न, तादृशं नास्ति. अत्र सहायरूपेण ते स्वीकृतवन्तः. अनुग्रहः इति यदा वयं तत्र भगवतः अनुग्रहः इति वदामः किल, तादृशं नास्ति. अत्र दुर्जनस्य अनुग्रहः, अन्तारं प्रति अनुग्रहः. दुर्जनः प्रयोजककर्ता अस्ति चेत् सः एव कार्यं न करोति खलु. अत्र प्रधानकर्ता कः अस्ति? प्रधानकर्ता स्वतन्त्रकर्ता भवति खलु, प्रयोज्यकर्ता भवेत् खलु. हन्त्रा एव, हन्त्रा हन्त्रायाः हन्तुः सहायं करोति तावदेव. हननात् भीत्या पलायमानस्य निरोधचरणमपि प्रयोजकव्यापारः अनुग्रहः. अस्तु, तत्र दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति. तत्र भीतग्रस्तं पलायमानं विस्मरतु, दुर्जनः मारयति एव किल, दुर्जनः मारयति. अत्र प्रयोज्यकर्ता हन्त एव प्रयोज्यकर्ता, स एव मारयति, परन्तु तं मारयितुं प्रेरयति दुर्जनः. तदेव प्रेरयति दुर्जनः तं गृहीत्वा निरोधाचरणं कृत्वा गृहीत्वा स्थगनं कृत्वा तदेव कार्यं दुर्जनः करोति. परन्तु मारणकार्यं तु अस्माकं हन्ता एव करोति, सहायं. तदेव अनुग्रहः इति उक्तवन्तः. अनुग्रहः हन्तुः प्रति अनुग्रहः सत्यं, हन्तुः प्रति अनुग्रहः सत्यम्. निरोधकार्यं कृतवान् किल, तदेव अनुग्रहः तस्य. अस्तु, अतः यदा प्रेषणादौ इत्युक्ते प्रेषणं अध्येक्षणा सम्मतिः उपदेशः अनुग्रहः इति पञ्चविधम् अस्ति. तत्र सर्वत्र वयं प्रयोज्य प्रयोजककर्तु अथवा हेतुः अस्ति एव. स्वामी कर्मचारिणा कार्यं कारयति, तत्र वदन्तु तत्र प्रयोज्य प्रयोजककर्तुः कः इति. अरुणा भगिनी वदति वा, स्वामी कर्मचारिणा कार्यं कारयति. न श्रूयते वा? कर्मचारी तत्र प्रयोज्यकर्ता, स्वामी प्रयोजककर्ता, हेतुः अपि क्रियायाः हेतुः अपि सम्यक्. यः प्रेरयति प्रयोजकः, यः प्रेरितः प्रयोज्यः, तद् स्मरामः चेत् सम्यक् एव. द्वितीयमस्ति, सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति. तत्र अध्येषण इति अत्र अध्येषण सज्जनः तत्र प्रयोजककर्ता, अत्र मित्रम् एतत् कार्यं करोति इति तत्र प्रेरयति, अतः तत्र मित्ररूपेण तत्र प्रयोज्यकर्ता अस्ति. सत्यं सत्यं, मित्रम् इति प्रयोज्यकर्तुः, सज्जनः इति प्रयोजकः. राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति. तत्र उभयपदिरपुदातु अस्तु. आम्, तत्र तत्रापि राजा प्रयोजककर्ता, अत्र कृषिवलः यः कार्यं करोति तत्र कृषिं सस्यानि एतत् ते सर्वे प्रयोज्यककर्ता. अन्तिमम् आसीत् ज्वरितस्य कषायपाने चितौ वैद्यः रोगिणं तिक्तम् औषधं पाययति. वैद्यः अत्र प्रयोजककर्ता, रुग्णः अत्र प्रयोज्यकर्ता. सम्यक्, तावदेव. दुर्जनः तु वयं दृष्टवन्तः. समीचीनम्, इदानीं वयम् अग्रे सरामः. धन्यवादः महोदय. भवान् अत्र सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं करोति, अत्र सेवकस्य अपि इदानीन्तनकाले सेवकानामपि प्रार्थनां कृत्वा एव कार्यं करणीयम्. आमाम्, अतः एव तत्र सामानस्य अधिकस्य च सत्य आचार्यादेः प्रवर्तना इति अस्ति. केवलं समानम् इति न, अधिकस्यापि स्वीकरणीयं. तत् प्रथमं यदा वयं प्रेषणम् इति वदामः, वृत्त्यादेः यदा भवान् वदति तदेव इदानीं अध्येक्षणा इति अस्मिन् आगच्छति. परन्तु इदानीन्तनकाले अपि अध्येषण करणीयमेव. आमामां, तदेव इदानीं प्रेषणं नास्ति, अध्येषण एव. अध्येषणेव निजन्तदातोः च दात्संज्ञा भवति अनेन सूत्रेण. स्तनाद्यन्ताः धातवः तृतीय अध्यायस्य प्रथमपादस्य द्वात्रिंशत्तमं सूत्रमस्ति. गुप्तिच्किब्यसन् इत्यस्य सन् इत्यारभ्य कमेर्णिङ् इत्यस्य णिङ् इत्यन्तं द्वादशप्रत्ययाः येषाम् अन्ते भवन्ति तेषां धातुसंज्ञा स्यात्. सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः, सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं. द्विपदमिदं सूत्रं सूत्रे सूत्रं स्वयं सम्पूर्णं. सनाद्यन्ताः धातवः, अतः तत्र सनाद्यन्ताः धातवः तत्र द्वादशप्रत्ययाः सन्ति. येषां तत्र अन्ते ये सनादयः सन्ति ते सनाद्यन्ताः, ते तेषां धातुसंज्ञा भवति सनाद्यन्ताः धातवः इति. एतत्तु संज्ञासूत्रमस्ति. द्वादशप्रत्यय अग्रे पठामि वा? द्वादशप्रत्ययाः सन्ति येषां योजनेन नूतनाः धातवः सृष्टाः भवन्ति. सन् क्यच् क्यां काम्यच् क्यश् क्यङ् क्विप् निङ् इयङ् निच् यक् आययङ् इति. येषां प्रकृतिः क्वचित् धातुः क्वचित् प्रातिपदिकम्, येषु द्वादशसु प्रत्ययेषु अन्यतमः निच् एव. अतः निच् प्रत्ययस्य योजनेन चोरी, पाटी, लेखि इत्यादयः यावन्तः धातवः सृष्टाः ते सर्वे सनाद्यन्ताः धातवः इति सूत्रेण धातुसंज्ञकाः. एते आतिदेशिकदातवः. औपदेशिकदातवः उपद्विहस्रं, ते भूवादयो धातवः इति सूत्रेण धातुसंज्ञकाः भवन्ति. वयं जानीमः तत्र द्वादशप्रत्ययानां योजनेन क्वचित् धातुः भवति, क्वचित् प्रातिपदिकमपि भवितुमर्हति. निच्चि प्रत्ययस्य योजनेन तत्र तत्र धातुसंज्ञा भवति सनाद्यन्ताः धातवः इति सूत्रेण. अस्य अपरन अत्र येषां धातुसंज्ञा भवति तादृश निच् प्रत्यययोजनेन सनादिप्रत्यययोजनेन ते आतिदेशदातवः इति कथ्यन्ते. औपदेशदातवः ये साक्षात् उपदेशं कृतवान् तत्र धातुपाठे, तत् तद् भूवादयः धातवः इति सूत्रेण तेषां धातुसंज्ञा भवति भवन्ति. अतः निश्चिति अन्यतमः अस्ति अस्मिन् तदेव वयं पठामः. तत्र निच् प्रत्ययः त्रिप्रकारकः इत्यपि पठामः. निच् प्रत्ययः त्रिप्रकारकः. यः निच् प्रातिपदिकेभ्यः विधीयते, मुण्डमिश्र मुण्डमिश्र लक्षण लवणवृत वस्त्र हलकलकृत तूस्तेभ्यो निच् इत्यनेन सत्यापपाशरूपवीणातूलश्लोकसेना लोमत्वचवर्मवर्णचूर्ण चुरादिभ्यो णिच् इत्यनेन च. प्रातिपदिकेभ्यः णिच् भिन्नार्थेषु भवति, अतः अस्मिन् पाठे न प्रतिपाद्यते. नामधातुप्रकरणे अयं विषयः आयाति. अत्र यत् नित्प्रत्ययः प्रातिपदिकेभ्यः विधीयते मुण्डमिश्र इत्यादिसूत्रेण, अपि च प्रत्यापपाशरूपवीणा इत्यनेन च. एकनिमिषः, सत्यापाश अपि चुरादिभ्यः अपि निच् विद्यते. सत्यापपाश इति तत्र नामपदः अस्ति, प्रातिपदिकेभ्यः एव भवति. अतः ते तेषां तत्र नामधातु इति भवति. नामधातुप्रकरणे अयं विशेषः भवति, यत् प्रातिपदिका तथा सुबन्तात् भवति ते नामधातु इति कथ्यन्ते, नामधातवः इति कथ्यन्ते तेषां नाम. यः णिच् चुरादिभ्यः स्वार्थे विधीयते, सत्यापपाशरूपवीणा तूरश्लोकसेना लोमवर्ण लोमत्वचवर्मवर्णचूर्ण चुरादिभ्यः निश्चित्यनेन, यानिच् प्रेरणार्थे विधीयते, प्रेरणार्थे अस्ति, हेतुमपि च इति. स्वार्थे यत् धातोः यः अर्थः तदेव अस्ति, तत्र परिवर्तनं न भवति. तत्तु तस्यापपासैक्यनेन भवति, चुरादिभ्यः एव भवति. यत् प्रेरणार्थे विधीयते हेतुमति चेत् सूत्रेण एव भवति तत्र, इत्यनेन तत्र प्रेरणार्थे यणिच् भवति, हेतुमति चेत् सूत्रेण अत्र णिच् भवति. तदेव वयं पठामः, तदेव तस्मिन् विषये एव, केवलं तृतीयबिन्दोः विषये एव वयं पठामः. द्वितीयबिन्दोः विषये वयं पूर्वमेव पठितवन्तः. निच् चुरादिभ्यः निच् इति भागः यदस्ति स्वार्थे तद् पठितवन्तः. प्रथमभागे तु अग्रे यदा अस्माकं धन्यवादः महोदय. उषा भगिनि. आं भगिनि, प्रेरणार्थे णिच् तिङन्तनिष्पादप्रक्रिया. ये सामान्यनियमाः प्रयुक्ताः चुरादिगणे स्वार्थे, ते सर्वे प्रेरणार्थे ण्यन्तप्रक्रियायामपि प्रयुक्ताः. अत्रापि तिङन्तरूपस्य साधनार्थं सोपनत्रयम् अस्ति. धातुः प्रथमसोपानं धातुः योगः णिच् प्रत्ययः निजन्तधातुः. निजन्तधातुः योग शप् विकरणप्रत्ययः अङ्गम् इति भवति. तिङ् प्रत्ययं निमित्तं मत्वा अङ्गम् इति भवति. तृतीयसोपानम् अङ्गम् इति, अङ्गं योगः तिङ् प्रत्ययः तिङ्गन्तरूपं भवति. प्रेरणाते णिच् तिङ्गन्त रूपप्रक्रिया. अत्र सोपानत्रयम् अस्ति इति दत्तं. सोपान प्रथमसोपानं धातुः योगः णिच् प्रत्ययः निजन्तधातुः भवति. धातुः योगः णिच् निजन्तधातुः योगः शप् विकरणप्रत्ययः अङ्गम् इति भवति. तिङ्प्रत्ययरूपकृते शप् विधीयते. अनन्तरम् अङ्गं योगः तिङ्प्रत्ययः तिङ्गन्तरूपं भवति. अतः उपदेशिकधातुः प्रथमं, तदा णिच् योजयामः चेत् आतिदेशिकधातुः आगच्छति. अनन्तरं यदा वयं सामान्यं यदा वयं कुर्मः तिङन्तप्रकरणे तादृशमेव गणविकरणम् आगच्छति, अन्यत् सर्वं समानं यदा अग्रे भवति. अत्रापि णिच् प्रत्ययस्य संयोजनेन तस्य निमित्तत्वात् प्रमुखकार्यत्रयं सम्भवति औपदेशिकधातोः स्वरूपम् अनुसृत्य. अचोनिति अचः अङ्गस्य अजन्त अङ्गस्य अत्यन् अजन्त अङ्गस्य अन्त्यवर्णस्य अन्त्यवर्णस्य वृद्धिः भवति ङिति णिति प्रत्यये परे. येन विधिस्तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य अपि तु अज् अन्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः. ञ च ञै च इञ्च णौ णौ इतौ यस्य तत् ङित् तस्मिन् णिति द्वन्द्वगर्भबहुव्रीहिसमासः. अचः षष्ट्यन्तं णिति ङिति सप्तमीयन्तं द्विपदमितं सूत्रं. मृजेर्वृद्धिः इत्यस्मात् वृद्धि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः निति निति प्रत्यये परे. अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति. प्रत्यये प्रत्ययः ङित् अथवा णित् इति परः अस्ति चेत् अजन्त अङ्गस्य अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति. तत् सूत्रं वयं पठितवन्तः, परिचयं अस्ति. प्रेरणार्थे प्रेरणार्थकणिचि यथा नी योगः णिच् इति स्थिते, नै योगः इ नायि नाययति इति भवति. नी योगः नी इति धातुः अजन्तधातु ईकारान्तधातु. नी योगः णिच् णिच् इति णकार णिच् प्रत्ययः निति प्रत्ययः परः अस्ति, वृद्धिः भवति, नि इति नै इति भवति, निच् स्थाने लोपानन्तरं इत् वर्णस्य लोपानन्तरं इ एव तिष्ठति, नै योगः इ, नै नै येचो अयवायावः इत्यनेन नै स्थाने नाय् इति भवति, नाय् योगः इ नायि इति भवति, नायि इति नायि इति अङ्गं भवति, नायि कृते शप्रते शप्रत्ययः विधीयते, नायि योगः शप् योगः तिङ् नायि योगः शप् योगः ति, प्रथमं तिङ् प्रत्ययः विधीयते नायि कृते, तिङ् प्रत्ययेन कर्तारं कर्तरि प्रकरणे शप् इति विधीयते, नै योगः नायि इति कृते नायि योगः शप् योगः तिङ् इति भवति इति भवति, सो नायि नाययति इति भवति, नायि नाये इति भवति, शप् शप् इत्यस्य कृते नायि इत्यस्य कृते गुणः भवति, नाये योगः अ योगः ति भवति, नाये योगः अ पुनर् एचो अयवायावः, नाय नाय् योगः ऐ योगः ऐ योगः अ योगः ति नाययति इति भवति. अथ उपधायाः इति अनन्तरं साक्षात् अनन्तरं सूत्रम् उपधायाम् अतः वृद्धिः भवति इति निति प्रत्यये परे, अतः षष्ट्यन्तम् उपधायाः षष्ट्यन्तं द्विपदमिदं सूत्रं मृजेद् वृद्धि इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः भवति, अचोनिति इत्यस्मात् नित् नित् इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः निति निति अङ्गस्य उपधायाः अतः अङ्गस्य उपधायाः अतः इति अतः इति पदस्य विशेषः भवति अङ्ग अङ्ग उपधा अपि अङ्गस्य उपधायाः अतः वृद्धिः निति निति नित् अथवा णित् प्रत्यये परः अस्ति चेत् अदन्त अङ्गस्य उपधाः वृद्धिः भवति इति सूत्रं वदति. प्रेरणार्थकणिचि यथा पट् योगः णिच् इति स्थिते, पट् योगः पट् इति पट् इति धातोतः उपधा अत् अत् अत् इति अस्ति, यत् धातुः अत् उपधा अस्ति तत् वृद्धिः भवति णिच् प्रत्यये परः अस्ति चेत्, सो अत्र पट् योगः णिच् पट् योगः पाटि भवति, पट् योगः णिच् पट् योगः इ इति कृते पाट् इति वृद्धिः भवति, पाट् योगः इ पाटि भवति, अनन्तरं तिप् प्रत्ययेन शप् आयाति, शप् प्रत्ययेन गुणः कृते पाटि पाटि इति पाटे भवति, पाटे योगः अयोगः ति पाटयति इति भवति. पुगन्तलघुपदस्य च सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति, पुकन्ते यस्य तत् पुगन्तं, लघ्वि उपधायस्य तत् लघुपदं, पुगन्तञ्च लघुपदञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः, तस्य पुगन्तलघुपदस्य च पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रं मितेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुकार्थधातुकयोः इत्यस्य पूर्ण अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृत्ति इत्यस्मात् परिभाषासूत्रात् इकः आयाति यत्र स्थानी न उक्तम् इको गुणवृत्ति इत्यस्मात् परिभाषासूत्रात् इकः आयाति यत्र स्थानी न उक्तम्. आम् अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य च इकः गुणः सार्वधातुक आर्धधातुकयोः इकः अङ्गस्य गुणः स्यात् इति एकम् अंशं पुगन्त लघुपदस्य च इति द्वितीयम् अंशं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः स्यात् इति सूत्रं वदति. सार्वधातुके आर्धधातुकप्रत्ययः परः अस्ति चेत् इगन्त अङ्गस्य गुणः अस्ति इति सूत्रं वदति. पुगन्तलघुपदस्य च पुक् अन्ते यस्य तत् पुगन्तं पुक् अन्ते अत्र णिच् प्रत्ययेन ऐ थिङ्क् पुक् विल्कम् पुक् अन्ते यस्य तत् पुगन्तम् लघ्वि उपदायस्य तत् लघुपदम् पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः. ओके प्रेरणार्थक णिचि यथा लिक् योगः णिच् भवति लिक् इति उपदा अस्ति लिक् इति धातोः उपदा अस्ति इकः इत् अस्ति लिक् इति कृते लिक् योगः णिच् इति णिच् प्रत्ययः परः अस्ति आर्धधातुकप्रत्ययः परः अस्ति लिक् इति लेखि इति गुणः भवति लिक् लेक् योगः इ लेखि भवति लेखि योगः शप् योगः ति इति तिङ् प्रत्ययन्तरूपं लेखयति इति भवति. अतः सूत्रत्रयं स्मरणे भवतु. अचोणिति तत्र अङ्गस्य अन्ते यद् अच्वर्णः अस्ति तस्य वृद्धिः भवति. अथ उपादायः तत्रापि वृद्धिः एव भवति परन्तु उपादायाम् अत् इति वर्णः भवेत्. तृतीयं पुगन्तलघुपदस्य च अस्माकं परिचितकार्यमेव गुणः भवति. लघु इक् वर्णस्य गुणः इति एकं पुगन्त अङ्गस्य लघुपदस्य गुणः इति अपि भवति. तदपि वयम् अस्मिन् पाठे एव पश्यामः. दापयति इति किमपि अस्ति तद् अत्र एव आगच्छति. अतः कार्यत्रयं सर्वदा तत्र भवति एव. धन्यवादः भगिनि. श्रूयते वा भगिनि? सम्यक् श्रूयते. चुरादिगणे एव भगिनि? चुरादिगणे प्रेरणार्थे वैशिष्ट्यं. चुरादिगणे प्रेरणार्थे वैशिष्ट्यं. चुरादिगणे निच् प्रत्ययः स्वार्थे विधीयते एव. चुर् योगः निच् चोरि इति धातुः. तदा प्रेरणार्थे विवक्षः भवति चेत् द्वितीयः निच् प्रत्ययः विधीयते चोरि योगः निच्. अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम् इदम्. अत्र चुरादिगणे वयं जानीमः सन् सत् आप दीर्घसूत्रेण निच् विधीयते चुरादिगणधातुतः. उदाहरणं दत्तं चुर् योगः निच् चोरि भवति अनुबन्ध अनन्तरं निष्कास अदा प्रेरणार्थे इवच्छे अधुना निच् अपि अस्ति चेत् चोरि योगः निच् अन्यत् एकसूत्रं कार्यं करोति. केवलं पुगन्तलघुपद ऐ मीन् उपद गुण भवति अत्र न भवति. नेरनीति इति सूत्रेण यस्य आर्धधातुकप्रत्यय इदागमो नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपो भवति. अत्र नि इत्यस्य अनुबन्धरहितत्वात् निङ् निच् द्वयोः ग्रहणम् उभयत्र इ इत्येव अवशिष्यते. नेहे षष्ट्यन्त्यम् अनिति सप्तम्यन्तं द्विपदम् इदं सूत्रम् अतो लोपः इत्यस्मात् लोपः, इत्यस्य अनुवृत्तिः, आर्धधातुके इत्यस्य अधिकारः, अनुवृत्तिचैतसूत्रं, नेः लोपः, अनिति आर्धधातुके. अत्र चुरादिगणिधातुतः प्रथमं निच् भूत्वा अतिदेशधातु भवति, अतिदेशधातु भवति. ततः तेषु निच् प्रयोजनसमये नूतनविशिष्टसूत्रमस्ति नेरनिटि इति सूत्रम्. अत्र सूत्रं किं वदति चेत् आर्धधातुकप्रत्यय कीदृश आर्धधातुकः इति चेत् इडागमः नास्ति. तत् तस्मात् पूर्वं नि प्रत्ययस्य लोपो भवति. अत्र नि इति केवलं न नित् परन्तु निङ् अपि निङ् निच् द्वयोः ग्रहणं उभयत्र इत्येव अवशिष्यते. अनुवर्तिसहितसूत्रं नेः लोपः अनिति आर्धधातुके. वयं जानीमः निच् इडागमः प्रत्ययः नास्ति. ततः अत्र निच् अस्ति चेत् पूर्व निच् अनुबन्ध पूर्वनिधे प्रत्ययः लोपो भवति. इदानीं विधीयते, तद् एव चुरादिगणस्य धातुः अस्ति. इदानीम् अहं प्रेरणार्थे तस्य उपयोगं कर्तुम् इच्छामि चेत् निच् द्वयं विधीयते. अतः प्रथम न इत्यस्य निच् इत्यस्य नेरनिधि इत्यनेन लोपः भवति, नि इति प्रत्ययस्य लोपः. अस्तु भगिनि, तत्र एव उदाहरणमपि अस्ति. निच् प्रत्ययः वलादि नास्ति इति कारणतः तस्य इरागमो न कदापि भवति. अनेन चुरादिगणे कश्चन निजन्तधातुः अस्ति चेत् प्रेरणार्थे यदा द्वितीयनिच् प्रत्ययः विधीयते तदा प्रथमनिच्छः स्वार्थीकनिच्छः लोपो भवति. अतः एकस्मिन् धातोः निच् केवलम् एकमेव वारं सम्भवति. द्वितीयवारं निचः विधानं भवति, किन्तु नेरनिधि इत्यनेन प्रथमस्य लोपो भवति. अतः चुरादिगणे स्वार्थिकनिचः प्रेरणात्मकनिचः तिङन्तरूपं समानम्. ओ ओके, निच् प्रत्ययं बलादि नास्ति अतः इदागमः न कदापि भवति. चुरादिगणे प्रथमं प्रेरणार्थे निच् प्रत्यय विधीयते. अत्र प्रथम निच् अस्य लोपो भवति नेरनिति इति सूत्रेण. अतः रूपमपि प्रथमं स्वार्थे स्वार्थिकनिच् तस्य लोपो भवति. ततः रूपमपि तिङ्गन्तरूपम् एव दृश्यते. सत्य आपपाश रूपवीणातूलश्लोकसेनालोमं तच् वर्णचूर्णचुरादिभ्योनि इत्यनेन चुरादिगणे निच् प्रत्ययः विधीयते स्वार्थे. चुर् योगः निच् चोरि स्वार्थे हेतुमति च इत्यनेन प्रेरणार्थे निच् चोरि योगः निच् चोरि युगः इ नेरनिटि इति तेन प्रथम निच् लोपः चोर् युगः इ चोर् चोरि प्रेरणार्थे वदं सूत्रमत् उदाहरणं सूत्रस्य विवरणं दत्तवती. प्रथमं चुरादिगणे दीर्घसूत्रस्य आपपाश रूपवीणा तूलश्लोकस्नेहलोम त्वच् वर्ण वर्मवर्णचूर्णचुरादिभ्यो निश्चित् सूत्रेण निच् विधीयते. चुरि इति रूपं भवति स्वार्थे अस्ति. अधुना प्रेरणार्थविषये चेतुमति चैत सूत्रेण प्रेरणार्थ निच् विधीयते चोरि योगः निच् चोरि योगः इ अस्ति चेत् अधुना विशिष्टसूत्रम् आगत्य नेरनिटि सूत्रेण प्रथमनिच्छः लोपः भूत्वा शोर् एव विशिष्यते. शोर्योगः हि चोरि अपि धातुः. इदानीं चोरि इति अस्माकं धातुः औपदेशिकधातुः. तस्मात् अनन्तरं वयं शप् योजयित्वा रूपं साधयामः. समानमेव आगच्छति. तत्रापि चोरयति इत्येव आसीत्, इदानीमपि चोरयति इत्येव तदेव. सम्यक् भगिनि, धन्यवादः. विजया भगिनि आरम्भं करोतु, अनन्तरम् अग्रिमसप्ताहे तस्य विवरणं पश्यामः. अस्ति वा भगिनि? सामान्यधातूनां समग्रः प्रक्रिया चिन्तनं भगिनि. तादृशमेव तत्र प्रथमवर्णः डोरे डो लेप एतत् प्रथमडकारः लोपः भवति खलु भगिनि? डोडे लोपः तद् तद् भिन्नं. डोडे लोपः प्रथमवर्णः लोपः भवति. तादृशमेव सरोजरी अपि भवति खलु भगिनि? प्रथमं परन्तु तत्तु वर्णकार्यं किल, अत्र तु प्रत्ययस्य विषये, अतः भिन्नः. एतत् यद्वदति सत्यं, परन्तु तद् भिन्न भिन्नभिन्नरूप आम् अत्र प्रत्ययविधानं किल तद् भिन्न. आम् आं भगिनि. क्रमेण अजन्तदातवः अकारान्ताः आकारान्ताः इकारान्ताः ईकारान्ताः उकारान्ताः ऊकारान्ताः ऋकारान्तः ऋकारान्तः एजन्ताः इति तदा एतत् अजन्तदातवः. तदा हलन्तदातवः अपि अदुपदाः इदुपदाः उदुपदाः हृदुपदाः अवशिष्टाः अवशिष्टाः अत्र अस्ति चेत् एतदपि तत्र हलन्तदातवः रूपेण आगच्छति. अस्माभिः परिशील्यते पूर्वमेव. अकारान्तदातवः इत्युक्ते अदन्ताः. हलन्तदातुषु पश्येम यतोहि तेषाम् अकारलोपः भवति, अतः ते हलन्तदातुभिः तुल्याः. अत्र एतत् समीचीनतया दत्तमेव खलु भगिनि? तद् अग्रिमपाठे आगच्छति इत्येव ते वदन्ति. हलन्तदातुभिः इति तस्मिन् पाठे आगच्छति. इदानीं पठ. अस्मिन् करपत्रे सामान्यधातूनाम् आलोचना क्रियते. अग्रिमे करपत्रे विशेषधातवः परिशील्यन्ते. इदानीं सामान्यतया अजन्तदातवः आकारान्तदातवः प्रथमबिन्दुः हुग् आगमः सहिताः ण्यन्तदातवः अर्ति अर्ति ह्री ली रि न्यू नूयि नूयि मायातां पुग्नौ ऋ ह्रि व्लि रि न्यू न्यूयि स्मायि स्मायि एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक् आगमः भवति. निच् प्रत्यये परे अस्ति चेत् एषां धातूनां पुक् आगमः नौ नि इति शब्दस्य नौ इति सप्तमी एकवचनम्. अत्र सप्तम्यन्तं नि इत्यस्य सप्तम्यन्तं. नि इत्युक्ते निच् इत्यतः निच् प्रत्यये परे इत्यर्थः. आद्यन्तौ टकितौ इत्यनेन धातोः परम् आयाति अयं पुक् आगमः. पुक् इत्यस्मिन् इक् उ इत्यनयोः इत् संज्ञा लोपः भवति, इप् एव अवशिष्यते. अर्तिः च ह्रीः च व्लीः च व्रीः च स्नूयिश्च क्ष्मायीश्च आच तेषाम् इतरेतरद्वन्द्वः अर्ति ह्रि व्लि रि रि न्यू नूयि क्ष्मायातः तेषाम् अर्ति ह्रि व्लि रि नूयि क्ष्मायातां षष्ट्यन्तं पुक् प्रथमान्तं नौ सप्तम्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्ति ह्रि व्लि रि रि न्यू नूयिक्ष्मायातां अङ्गाणां पुक् आगमः भवति सप्तमी इति रूपेण. तत्र अस्ति चेत् इदानीं सामान्येषु चुरादिगणीयधातुषु ज्ञा धातुः एकैव आकारान्तधातुः एक एव आकारान्तधातुः ज्ञा धातुः. स च अस्माभिः दृष्टः एव. इदानीं प्रेरणार्थ प्रेरणार्थक निचि आकारान्त यदा दा ध इति निच् इत्यस्मिन् इन् इच् इत्यनयोः इत् संज्ञकः भूत्वा हुक् इत्यस्मिन् ऊक् इक् इत्यनयोः इत् संज्ञा लोपः भवति. इदानीं उदाहरणरूपेण स्वीकुर्मः चेत् दा अनन्तरं निच् अस्ति, दा योगः निच् इत्युक्ते दा, अनन्तरं पुक् भवति. पुक् अत्र इकारस्य ककारस्य लोपः भूत्वा उकारस्य लोपः भूत्वा पकारः एव तिष्ठति. इदानीं द इति इ इति अन्य द्वितीय इकारः खलु भगिनि? न न, इदानीं दा योगः पुक् योगः इ इति भवति. इदानीं दा अनन्तरम् अनुबन्धलोप अनन्तरं पकारः एव तिष्ठति इ इति. एतत् मेलनेन दापि इति भवति. सनादन्तदातवः इत्यनेन धातुसंज्ञा भवति दापि इति. अनन्तरं कर्तृशप् इत्यनेन यत् अनुबन्धलोप अनन्तरम् अकारः एव तिष्ठति दापि. अनन्तरं ति इति अस्ति, तत्र दापि दा तत्र यचो एव यावः इति सूत्रेण सूत्रं कार्यं करोति. यान्तवान्तदेशः अत्र अय आदेशः भवति, दापयति इति भवति. अन्य उदाहरणम् इति कारणेन इगन्तम् अङ्गं किल तत्र गुणः भवति. दापे योगः अयोगः ति इदानीं यदा भवति उक्तवती तदेव अन्तिमस्तरः एचोयवायावः दापयति इति रूपम् आगच्छति. रघुपतिमहोदय द्वितीय उदाहरणं वदति वा? धा योगः निच् एकनिमिष धा योगः निच् अस्ति. धा इदानीं अति रि व्रीरि क्वी क्षमा यातं पुम्नवित्तनेन आकारान्त धातुभ्यः तत्र पुगागमः भवति. धायोग पुक् योग इ, इदानीं धापि योग धापि इति सरादन्तदातवित्तनव्यासंज्ञा भवति. इदानीं धापि इति धातुः अस्ति, अतः सामान्यसूत्रमस्ति शप् कर्तरिषप् इत्यनेन तत्र ति इति प्रति कर्तरिषप् इत्यनेन धापि धापे यचोयावयः धापयति इति. अग्रे धातुपाठे यावन्तः अकारान्तदातवः तेषां सर्वेषां पुगागमो भवति. ध्येयं यत् धापि दापि धापि इव पाटि लेखि अपि यः कोऽपि निजन्तः सनाद्यन्तः दातव इति सूत्रेण संज्ञा प्राप्नोति. यत्र धातुः जातः तत्र विवक्षायां लट् लोट् लङ् विधिलिङ् लकारः लकाराः विधीयन्ते, तेषां स्थाने तिङ्प्रत्ययः तदा कर्तृशप् इत्यनेन शप् विहितः, अन्ते वर्णमेलनेन तिङन्तरूपं निष्पन्नं. दापि धापि इत्यादयः निजन्तदातवः नूतनतया धातुसंज्ञा यदि न प्राप्स्यन् तर्हि तिबादयः तिङ्प्रत्ययः विहितः न अभविष्यन् इति अस्ति. तत्र यदा धातुसंज्ञा भवति तदा कर्तरिषप् इत्यनेन तत्र सामान्यसूत्रमस्ति, तेनैव शप् विहितः भवति इति अस्ति. तत्र यदि न तादृशं नास्ति चेत् निजं दातु दातुसंज्ञा यदि न प्राप्नोति चेत् तत्र तेषां तत्र किमपि तेषां तत्र धातुगणनिमित्तीकृते कोऽपि सूत्राणि न सन्ति. तत्र धातुगणे कस्मिन्नपि धातुगणे न भवति इति सनद्दातवः तथा सामान्यसूत्रमस्ति. अतः यदि न धातुसंज्ञा न प्राप्नोति चेत् कर्तरि शप् इति न भवति, शप् विकरणतस्य न भवति. धातुतः एव विधीयते इति कारणेन तत्र धातुसंज्ञा आवश्यकः. धातुसंज्ञा विधीयते चेदेव वयं कर्तरि शप् इत्यनेन अन्यकार्यम् अन्यकार्याणि कर्तुं शक्नुमः. एतदेव धापि इकारान्तदातुः अस्ति, शपः परत्वात् दापि युग अ इति अस्ति शकारसल्लोपः पकारसल्लोपः इत् सर्वातुकार्धतुकयोः इत्यनेन गुणः दापे यशो यावयाः इत्यनेन अय आदेश दापय योग अ दापय इति अग्गम् एवमेव निजन्तदातवः सर्वे ईकारान्ताः पाटी लेखी गमि निन्दि ख्याली अतः सर्वत्र अयमेव चिन्तनक्रमः अग्रे गत्वा अस्मिन् करपत्रे भोत्यं यत् सर्वत्र धातोः व्युत्पत्त्यानन्तरं सार्धात्कार्धत्वयोः यचोयवायावः इत्याभ्याम् अङ्गं तदा तिङः योजनेन तिङन्तपदं निष्पन्नम् तत्र सर्वत्र सर्वे ईकारान्तः धातवः किमर्थमिति चेत् तत्र इक इ इति अस्ति निचि निचि अतः सर्वत्र इ एव भवति पाटी लेखि इति अनन्तरं तत्र इगन्तधातुः अस्ति इति कृत्वा तत्र शपनिमित्तीकृत्य साधारणकर्तुः इत्यनेन तत्र अङ्गकार्यं गुणकार्यम् अनन्तरं यथा सन्धिकार्यमस्ति सर्वत्र यच एव इत्यस्यैव भवति किमर्थं शप इति अ इति अस्ति इति कृत्वा इकारान्तः अस्ति अतः सूत्रद्वयं सर्वत्र सार्धधातुकार्धधातुकयोः एचोयवायावः इति भवति अग्रे अग्रिमम् अस्ति एजन्तदातवः तस्मिन् विषये वयं प्रायः अग्रिमसप्ताहे पठामः किम् आदेश उपदेशेशिति इति परिचितं सूत्रमेव अनन्तरम् अत्रापि पुनः अस्माकं कुकागमः भवति इति द्रष्टव्यम् अत्र तु सामान्यविषये एव अत्र किमपि क्लेशः न भवति अस्मिन् करपत्रे अग्रिमकरपत्रे एव विशेषदातवः विषये अस्ति तत् प्रायः एतत् समाप्य अग्रिमसप्ताहे तस्य आरम्भः अपि भवति एतावत् स्पष्टमस्ति किल हेतुमति च इति मुख्यसूत्रं तत् स्पष्टमस्ति किल महोदयस्य ध्वनिमुद्रणमपि कृपया शृण्वन्तु तत्र सः तु वर्गद्वयं हेतुमती च स्वीकृत्य तस्य वादप्रतिवादः जातः सम्यक् एव अस्ति यदा पुनः एकवारं शृणोति चेत् तत्र स्पष्टः भवति किमर्थं सः व्यापारः इति वदति तत्र स्वनिष्ठा आधारता देता इति अस्य विषये सर्वं समीचीनं अद्य समापयामः धन्यवादः धन्यवादः भगिनी नमस्कारः।